नमस्कारः सर्वेभ्यः. अद्य न्यायचिन्तनवर्गः इदानीं प्रचलति. अद्य आरम्भं कुर्मः. तत्र किं किं 19-200 पुटे 219 पुटे अन्तिमपरिच्छेदः गन्धस्य गन्ध अभाव अभावस्य इति विषयः. तत्र विषयः कः इत्युक्ते गन्धः अस्ति, गन्ध अभाव अभावः अस्ति, तयोः ऐक्यं कथं साधितः भवति, कथं साधितं भवति इति विषये चर्चा. तर्हि अत्र अग्रे कथम् अस्ति इति रामप्रिया भगिनी पठति वा. अस्तु महोदय. गन्धस्य गन्ध अभाव अभावस्य च ऐक्ये साधिते तु तथा न एताभ्यां पदाभ्यां गन्ध अभाव अभावबोधो अपि सः गन्धरूप एव सिद्ध्यति. ततः इयम् इति पदेन प्रकृतपक्षभूतायाः पृथिव्याः बोधनात् इयम् इतरभेद अभावव्यापकगन्ध अभावप्रतियोगी गन्ध अभाव अभाववती इत्यस्मात् इयम् इतरभेद अभावव्यापकगन्ध अभावप्रतियोगी गन्धवती इति बोधः निर्वहति इति सुष्ठु सम्पद्यते. उपनयजन्यबोधस्य हेतौ व्याप्तिविशिष्टपक्षधर्मता विषयकत्वं विषयकत्वं विस्तरस्तु अवयवग्रन्थात् अनुसन्धेयः. अस्तु अस्तु. अस्माकं केवलव्यतिरेकी इत्यस्मिन् भागे स्मः. तत्र गन्धस्य गन्ध अभाव अभावस्य अभेदसाधनम्. अतः तत्र गन्धस्य गन्ध अभावस्य च ऐक्ये साधिते. ऐक्ये इत्युक्ते अभेदः एव, एकतायाः भावः ऐक्यम्. गन्धस्य गन्ध अभाव अभावस्य द्वयोः ऐक्यं साधिते, ऐक्ये साधिते सति सप्तमी. तस्मिन् समये तथा न इत्येताभ्यां पदाभ्यां गन्ध अभाव अभावबोधो अपि सः गन्धरूपः एव सिद्ध्यति. यदा वयं तस्य द्वयोः गन्धस्य गन्ध अभाव अभावस्य ऐक्यं साधयामः तस्मिन् समये तथा न इति अस्माकम् उपनयवाक्यम् आसीत्. न च इयं तथा येन इत्येताभ्यां पदाभ्याम् इत्युक्ते तथा न इत्येताभ्यां पदाभ्यां गन्ध अभाव अभावबोधो अपि तथा न इति पदं गन्ध अभाव अभावः बोध्यते तथापि सः गन्धरूपः एव इत्युक्ते गन्ध अभाव अभावः गन्धः एव. अस्तु, तदेव वयं समानमेव. अत्र तथा इत्युक्ते गन्धाभावः, तथा न इति वदनेन गन्ध अभाव अभावः सः गन्धः एव इति ऐक्ये साधिते तयोः सामान्यम् आगच्छति खलु. समीचीनं. गन्धाभावः तथा इत्युक्ते गन्धाभावः, तथा न इत्युक्ते गन्धाभाव अभावः आम् इत्युक्ते गन्धः एव. अस्तु. ततः इयम् इति पदेन प्रकृतपक्षभूतयाः पृथिव्याः बोधनात् इयम् इतरभेद अभावव्यापकगन्ध अभावप्रतियोगी गन्ध अभाव अभाववती इत्यस्मात्. अस्तु, तावत्पर्यन्तं प्रथमम् अहम् अवगच्छामि. ततः इत्युक्ते गन्ध अभाव अभावः एव गन्धरूपः इत्यस्मात् इयम् इति पदेन, इयम् इत्युक्ते तत्र किम् अस्माकं पृथिवी एव, प्रकृतपक्षभूतयाः इत्युक्ते पक्षः पृथिवी पृथिव्याः बोधनात् इयम् इतरभेद अभावव्यापकगन्ध अभावप्रतियोगी गन्ध अभाववती इत्यस्मात् तदेव पृथिव्याः एव पृथिव्याः एव बोधन बोधः जातः किल महोदय इतरभेद अभाववती इतरभेदः इतरेभ्यो पृथिवी इतरेभ्यो भिद्यते गन्धवत्वात् इति पठितवन्तः इतरभेद अभावव्यापकगन्ध अभावप्रतियोगी गन्ध अभाववती गन्ध अभाव अभाववती पृथिवी इत्यस्मात् ओ अस्तु अस्तु गन्धः गन्ध अभाव अभाव अभावः बोध्यते इति कारणात् तत्र वाक्यद्वयं किल इयम् इतरभेद अभावव्यापकगन्ध अभावप्रतियोगी गन्ध अभाव अभाववती इत्यस्मात् इयम् इतरभेद अभावव्यापकगन्ध अभावप्रतियोगी गन्धवती इति बोधः निर्वहति तस्मात् एतद् बोधः निर्वहति अस्तु अत्र इतरभेद अभाव तस्य कथं तस्य इतरभेद अभावः कः इतरभेदः इति साध्यः साध्यः इतरभेद अभावः साध्य अभावः तस्य व्यापकः कः इतरभेदस्य इतरभेद अभावस्य अभावः व्यापकः व्यापकः गन्ध अभावः इति व्याप्यः किल तत्र पर्वतोवन्यमान् तत्र किं व्यतिरेकव्याप्तिः कथं भवति यत्र यत्र यत्र यत्र धूमः तत्र तत्र वह्निः क्षम्यतां यत्र समीचीन न यत्र यत्र वह्निः तत्र तत्र धूमः वह्निः यत्र अस्ति आम् यत्र यत्र धूमः तत्र वह्निः तत्र वह्निः एव समीचीनमेव साध्य अभाव यत्र यत्र क्षम्यता हेतु अभावः साध्य अभावः किल यत्र यत्र वह्नि अभावः तत्र तत्र धूमाभावः किल वह्निः साध्या अस्ति खलु यत्र साध्याभावः तत्र हेतु अभावः तर्हि कः व्यापकः कः व्यापकः व्यतिरेकव्याप्तिस्थले इतरभेद अभावः एव अस्माकं व्यापकः न विपरीतम् एव किल गन्ध अभावः गन्ध अभावः व्यापकः इतरभेद अभावः व्याप्यः बृहद्देशम् यदेव संशयः भवति तत्र पर्वतवर्णि उदाहरणं स्मरतु मम अनुभवः एवम् अस्ति तस्मात् स्मरणात् सर्वं स्पष्टं भवति तत्र साध्य अभावः व्याप्यः हेतु अभावः व्यापकः तथैव अत्र इतरभेद अभावः साध्य अभावः तस्य व्यापकः हेतु अभावः गन्ध अभावः तस्य प्रतियोगी गन्ध अभाव अभाववति गन्धाभावस्य प्रतियोगी गन्धः एव खलु गन्धः एव गन्धः तु गन्धाभाव अभावः तादृश तत् कुत्र अस्ति हेतौ अस्ति पक्षे अस्ति क्षम्यतां पक्षे अस्ति पक्षः तादृश अभाववति इति तस्य बृहत्पदस्य किं सारांशः इतरभेद अभावः इति व्याप्यः गन्ध अभावः इति व्यापकः अस्तु यत्र यत्र साध्य अभावः तत्र तत्र हेतु अभावः इत्युक्ते यत्र यत्र इतरभेद अभावः तत्र तत्र गन्ध अभावः अस्तु तदेव अस्ति इतरभेदव्यापकगन्ध अभावप्रतियोगी गन्धवती इति इयम् इयम् इति पृथिवी अस्तु इति बोधः निर्वहति इति सुष्ठु सम्पद्यते उपनयजन्यबोधस्य हेतौ उपनयस्य जन्यबोधस्य हेतौ व्याप्तिविशिष्टपक्षधर्मताविषयकत्वम् व्याप्तिविशिष्टपक्षधर्मताविषयकत्वम् किमस्ति महोदय तस्मात् अनन्तरम् एतद् बोधः तु जायते तद् निर्वहति इति समीचीनम् इति सुष्ठु सम्पाद्यते उपनयजन्यबोधस्य हेतौ हेतौ यद् उपनयस्य जन्यः जायते तस्मात् एतत् सुष्ठु सम्पाद्यते इत्युक्ते सम्यक्तया उक्तम् अस्तु अत्र उपनयात् किं ज्ञानं भवति हेतौ ओ अस्तु हेतौ व्याप्तिविशिष्टपक्षधर्मताविषयकत्वम् अस्ति इति जन्यं ज्ञानं बोध्यते उपनयात् एतद् बोधः जायते यथा धूमे वह्निव्याप्य पक्ष धूमः वह्निव्याप्यः अपि च धूमः पर्वते अस्ति पक्षधर्मता अपि अस्ति इति पद इति धर्मद्वयं पक्षधर्मता अपि च व्याप्तिविशिष्टहेतुः इति विषयद्वयं तथैव अत्र हेतौ व्याप्तिविशिष्टत्वम् अपि च पक्षधर्मता गुणद्वयं हेतौ अस्ति इति साधितं भवति महोदय धूम तत्र धूमवेणी पक्ष यत् पर्वतम् अस्ति तत्र पक्षधर्मता वयं संयोगसम्बन्धे वदामः सै धूमे पर्वते पक्षधर्मता च संयोगसम्बन्ध साधु अत्र अत्र व्यतिरेकव्याप्ति यत् उदाहरणम् अस्माकम् अस्ति इतरभेद भाव इतरभेदभाव गन्धत्वात् इति इतरभेदवती पृथ्वी गन्धत्वात् इति साधु तत्र हेतु अस्ति गन्ध सो गन्ध तस्य पृथ्वी अस्ति पक्ष सो तत्र पक्षधर्मता समवायसम्बन्धेन भवति साधु सत्यम् अस्तु किन्तु व्याप्ति अत्र व्याप्तिविशिष्टत्वं पक्षधर्मता तयोः समानाधिकरण्यं पक्षे व्याप्ति व्याप्ति पक्षधर्मता तयोः समानाधिकरणम् अस्ति पक्ष साधु और हेतु अत्र पक्षधर्मता अपि च व्याप्तिविशिष्टत्वं तयोः सम्बन्धः समानाधिकरण्यं हेतौ अस्ति खलु हेतुः इति हेतौ व्याप्तिविशिष्टधर्मः अपि च सो व्याप्ति अपि पक्षधर्मता तयो मध्ये सामान्य अधिकरणम् अस्ति तत् हेतौ अस्ति साधु साधु अस्तु रमाप्रिया भगिनी चालु लक्ष्मी भगिनी अस्ति खलु महोदय श्रूयते वा श्रूयते अवगतं वा एतत् परिच्छेदः परिच्छेदं किञ्चित् एव महोदय अहम् अधुना एकवारं यावत् किञ्चित् औट् आफ् टच् इव भवत् अस्ति, चिन्तनस्य पुनः पठतु इच्छति चेत् गन्धस्य गन्ध तत्र 219 अन्तिमपरिच्छेदम् आम् अधुना पठामि वा? अस्तु. गन्धस्य गन्ध अभाव अभावस्य च एक ऐक्ये साधिते तु तथा न इत्येताभ्यां पदाभ्यां गन्ध अभाव अभावबोधे अपि सः गन्धरूप एव सिध्यति. ततः इयम् इति पदेन प्रकृतपक्षभूतायाः पृथ्व्याः बोधनात् इयम् इतरभेद अभाव व्यापक गन्धाभावप्रतियोगी गन्धाभाव अभाववति इत्यस्मात् इयम् इतरभेद अभाव व्यापक गन्धाभावप्रतियोगी गन्धवति इति बोधः निर्वहति इति सुष्ठु सम्पद्यते. उपनयजन्यबोधस्य हेतौ व्याप्तिविशिष्टपक्षधर्मताविषयकत्वम् विस्तरस्तु अवयवग्रन्थात् अनुसन्धेयः. अस्तु. गन्धः इत्युक्ते गन्ध अभाव अभावः इति एतादृशमपि वक्तुं शक्यते. गन्धस्य गन्ध अभाव अभावस्य च ऐक्ये द्वयोः अपि समानमेव. गन्धः गन्ध अभाव अभावः द्वयोः अपि समानमेव इति पूर्वस्मिन् परिच्छेदे एव पूर्वस्मिन् परिच्छेदेषु वयं दृष्टवन्तः इति मन्ये. ऐक्ये साधिते तु तथा न इत्येताभ्यां पदाभ्यां गन्ध अभाव अभावबोधे अपि तथा न इति उपनयवाक्ये आगच्छति इति मन्ये. खलु अस्तु. तथा न इत्येताभ्यां पदाभ्यां गन्ध अभाव अभावबोधे अपि सः गन्धरूप एव सिध्यति. जल अत्र तु पक्षः अत्र अत्र पक्षः पृथिवी अथवा जलं वा पृथिवी एकनिमिषं वाक्यं किमस्ति पृथ्वी इतरेभ्यः पृथ्वी इतरेभ्यो विद्यते गन्धवत्वात् इति अस्तु. तत्र न चेयं तथा तु न च इयं तथा ओ न तत् गन्धवत् यथा जलं न च इयं तथा ओ अस्तु न च इयं तथा अत्र इयम् इत्युक्ते पृथिवी तत् पृथिवी तथा न तथा न इत्युक्ते पृथिव्यां गन्धः अस्ति यथा जले गन्धे गन्धः नास्ति इति कृत्वा तथा न इत्येताभ्यां पदाभ्यां गन्ध अभावबोधे अपि सः गन्धरूप एव सिध्यति. अस्तु. पुनः तदेव उक्तं खलु गन्ध अभावः पुनः गन्धः गन्धरूपमेव साधयति इति. ततः इयम् इति पदेन प्रकृतपक्षभूतायाः पृथ्व्याः बोधनात् इयम् इतरभेद अभाव व्यापक ओ इतरभेद अभाव व्यापक गन्ध अभाव प्रतियोगी गन्ध अभाव भाववति इत्यस्मात् अस्तु. दीर्घवाक्यमस्ति. इयम् इत्युक्ते यथा पूर्वं दृष्टवन्तः इयम् इति तृतीयवाक्ये इयम् इति आगच्छति उपनयवाक्यात् पूर्वं. तत्र न चतुर्थवाक्यम् उपनयवाक्ये एव न च इयम् इति. सो इयम् इत्युक्ते पृथिवी तत्र इयं पृथिवी एव पक्षः अस्ति. सो प्रकृते पक्षः पृथ्वी सो इयं पदं पक्षस्य बोधनं करोति. सो तस्य लक्षणं पृथ्व्याः लक्षणं किम् इत्युक्ते इतरभेद अभावव्यापक गन्ध अभावप्रतियोगित्वं प्रतियोगी गन्ध अभाव अभाववति इत्यस्मात् ओ अस्तु. अत्र अत्र लक्षणम् इति न, लक्षणं तु गन्धवती, किन्तु अत्र व्याप्य व्यतिरेकव्याप्ति दर्शन पदमस्ति अत्र. व्याप्ति व्याप्ति किं वदामः, व्याप्तिवाक्यं, व्याप्तेः लक्षणं कर्तव्यमस्ति इति. व्याप्ति व्याप्तिलक्षणमस्ति तमे पुटे उपरि स्थूलक्षरैः अस्ति. आं, साध्य अभाव व्यापक अभाव प्रतियोगित्वरूपः रूपा इति साध्याभाव. अत्र अत्र साध्यः इति इतरभेदेभ्यः इतरभेदः एव साध्यः. अतः इतरभेद अभाव व्यापक गन्धाभाव प्रतियोगि गन्धाभाव प्रतियोगि गन्धाभाव अभाववति इत्यस्य अस्य पृथि अस्ति गन्धाभाव अभाववति पृथि गन्धाभाव अभाव अभावस्य प्रतियोगि पृथ्व्याम् अस्ति. पुनः तत्र गन्धाभाव ओ पुनः तत्र गन्धाभाव इति तत्र एव पर्वतधूम वन्यधूमस्थले यत्र साध्य अभावः यत्र वन्य अभावः तत्र धूमाभावः तत्र हेतु अभावः तथा एव अत्र इतरभेदः साध्यः इतरभेद अभावः साध्य अभावः तस्य व्यापकः हेतु अभावः हेतु अभावः गन्ध अभावः गन्ध अभावस्य प्रतियोगी गन्धः अथवा गन्ध अभाव अभावः कुत्र अस्ति पृथिव्याम् अस्ति अस्तु अधुना समीचीनम् इत्युक्ते इतरभेद अभाव व्यापकः इतरभेद अभाव अभावस्य व्यापकः गन्ध अभावः गन्ध अभावः तत् पृथ्व्यां नास्ति पृथ्व्यां पृथ्व्यां पृथ्वी पृथ्वी गन्ध अभाव अभावः अभावस्य प्रतियोगिनी इयम् इतरभेद अभाव व्यापक गन्ध अभाव प्रतियोगी गन्धवति इति बोधः. अत्र गन्ध अभाव अभाववति तस्य तस्य तस्य स्थाने गन्धवती इत्येव तत्र लिखितं सर्वं समानमेव. गन्ध अभाव अभाववती इति पुनः पूर्वस्मिन् वाक्यात् पुनः गन्ध अभाव अभावः इत्युक्ते गन्धः एव इति निरूपणार्थं निरूपणार्थम् एतत् वाक्यमेवं दत्तमस्ति इति मन्ये. तथैव अस्तु इति बोधः निर्वहति इति सुष्ठु सम्पद्यते उपनयजन्यबोधस्य हेतौ व्याप्तिविशिष्टपक्षधर्मता विषयकत्वम्. अस्तु हेतौ हेतौ हे व्याप्तिविशिष्ट न उपनयजन्यबोधस्य उपनयजन्यबोधस्य इत्युक्ते तत्रैव परामर्शः भवति खलु. उपनयजन्यबोधस्य इत्युक्ते परामर्शस्य ज्ञानं तत् अस्ति हेतु व्याप्तिविशिष्ट व्याप्तिविशिष्ट पक्षधर्मता पक्षधर्मता यदि पुनः पक्षधर्मता अत्र पुनः मम मनसि पुनः पुनः तदेव आगच्छति परतः वह्निमान्, किन्तु अत्र तद्विहाय इतर पृथ्वी इतर प्रकृति इतरो इतरेभ्यः भिद्यते गन्धवत्वात्, तत् अत्र व्याप्ति व्याप्तिविशिष्टपक्षधर्मता विषयकत्वम् इति सामान्यनियमः अस्ति खलु. हेतौ गन्धाभावे व्याप्तिविशिष्टपक्षधर्मता पृथिव्यां किम् अस्ति पक्षधर्मता अस्ति, गन्धः अस्ति, यत् व्याप्तिविशिष्टः इति. यथा पूर्वं यथा पर्वतधूमस्थले तथैव, पर्वतवह्निधूमस्थले तथा एव धूमे पक्षधर्मता अस्ति, धूमः पर्वते अस्ति, पक्षधर्मता अस्ति, अपि च धूमः व्याप्तिविशिष्टः तथैव अत्र. अस्तु, सो सो धूमे सो हेतो व्याप्तिविशिष्टः, धूमः व्याप्तिविशिष्टः, अत्रापि हे गन्धवत्वं व्याप्तिविशिष्टः अस्ति, अत्र पक्षधर्मता अपि हेतौ अस्ति, इत्युक्ते गन्धस्य आधारः पृथ्वी एव इति. उपनयजन्यबोधस्य सो हे अत्र उपनयजन्यबोधस्य उपनयात् किं बोध्यते, यदा भवता उक्तं परामर्शज्ञानम् अस्ति भवति खलु, तदेव अत्र लिखितं हेतौ हेतौ व्याप्तिविशिष्टपक्षधर्मता इति ज्ञानद्वयं हेतोः गुणद्वयं बोध्यते. कौशिकमहोदय स्वरूपमहोदय क्षम्यताम्, अहम् एकं मेलनम् अहम् उद्घोषितवान् अस्मिन् आन्लैन् ऐ डी माध्यमेन, तु अहम् इदानीम् अपरेण माध्यमेन करिष्यामि, किन्तु ये आगच्छन्ति ते कृपया वदन्तु यत् अस्माकं मेलनम् अपरस्मिन् अहं प्रेषयिष्यामि कुत्र भविष्यति इति. क्षम्यतां महोदय, गच्छामि इदानीं. हा प्रेम भगिनी, इदानीं कश्चन वर्गः प्रवर्तमानः अस्ति अत्र, तु वयम् अपरस्मिन् इमेल् आन्लैन् ऐ डी माध्यमेन करिष्यामः, अहम् उद्घोषणं करिष्यामि, सर्वेभ्यः प्रेषयिष्यामि एकम् इतः वयसम् हा गच्छामः इदानीं. क्षम्यताम्. हरि ओम्. अस्तु अग्रे सरलः. सरल भगिनी अग्रे पठतु. निगमनवाक्यं. निगमनजन्यबोध तस्मात् न तथा इति निगमनं सम्प्रति परिशीलयामः. एवमिति उपनयनगतं पक्षवचनम् अत्र अनुषजति. एवं पृथ्वी तस्मात् गन्धाभावाभावावत् न तथा इतरभेदभावाभाववति. अत्र तथा पदघटकतत्पदेन साध्याभाव इतरभेदभाव बोध्यते, नै तत् भो भावबोधनात् इतरभेदभावा भावोपस्थिति. स च इतरभेदाभावाभावदर्शितरीत्या इतरभेदरूप इति पृथ्वीरूपे पक्षे इतरभेदरूपसाध्यं बोध्यते. पञ्चावयवाक्यजन्यशब्दबोधोत्तरं व्यतिरेकपरामर्श तत्तः अनुमति उत्पद्यते इति प्राक् उक्तमेव. सञ्जीव महोदय, सञ्जीव महोदय अपि च रघुवीरानन्दमहोदय, तत्र अत्र भिन्नवर्गः प्रचलति. स्वरूप महोदयः नूतन किमपि लिङ्क् प्रेषयिष्यति. खलु, ओ अस्तु, धन्यवादः महोदय. इदमेव इदानीमेव दृष्टवान्, किन्तु एतदेव एफ् सि सि ऐ डी आमां तत्र तेन डुप्लिकेशन् अभवत् स्वरूप् महोदयेन. इदानीम् आगतवान्, इदानीमेव किं जस्ट् लेफ्ट्, सः नूतन लिङ्क् प्रेषयति इति उक्तवान्. ओ ओ अस्तु अस्तु, धन्यवादः महोदय. चिन्ता चिन्ता नास्ति. सञ्जीव् महोदय अवगतं खलु? हा अस्तु, सरला भगिनि. अस्तु, निगमनवाक्यमसीत् तस्मात् न तथा. यथा वयं पूर्वं कृतवन्तः नै अपसार्य तद् कुर्मः, तथा तस्मात् तथा इति नै पदं निषेध कृत्वा. इयम् इति उपनयनगतम्, इयम् इति वयं जानीमः पृथ्वी अस्ति इति, यथा वयम् उपरि दृष्टवन्तः पृथ्वी इतरभेदभावव्यापकगन्धाभावप्रतियोग गन्धवती इति अस्ति इयम् इति उपनयनगतं पक्षवचनमतम् अनुसृजते अत्र, ते अनुसृजते मीन्स् योज्यते अत्र. इयं पृथ्वी तस्मात् गन्धाभावाभावावत् न तथा, तस्मात् गन्धाभावाभावावत् मीन्स् इति गन्ध एव अस्ति, गन्धाभावाभावावत् इति गन्धः, न तथा इतरभेदाभावभाववती, न तथा इतरभेद इति साध्याभावः अस्ति, भावाभाववती पुनः इतरभेदस्य अभावस्य अभावः अस्ति, तत् भवति पृथ्वी एव, साध्याभावः आगच्छति पुनः अत्र. तथा तथा पदघटकपदत्वेन साध्याभावः इतरभेदभावः बोध्यते. यथा वयं पूर्वं दृष्टवन्तः गन्धाभावाभावः गन्ध एव अस्ति, तथैव इतरभेदाभावभाव इतरभेद एव अस्ति. अतः इति वयं साधितवन्तः नै तद्भावबोधनात् इतरभेदाभावभाव उपस्थिति. सो यदि वयं नै पदम् इदानीम् उपयोजयामः, सो न इतरभेदाभावाभाव उपस्थितिः आगच्छति तत्र, स च इतरभेदाभावाभाव दर्शितरीत्या इतरभेदरूप एव अस्ति इति पृथ्वीरूपपक्षे इतरभेदरूपसाध्यं बोध्यते. तथैव इतरभेदभावसाध्यरूपं यथा वयम् उपरि दृष्टवन्तः इतरभेद पृथ्वी इतरभेदाभाववती गन्धाभाव गन्धाभावाभाववती अस्ति इति गन्धत्वात् इति पृथ्वीरूपपक्षे इतरभेदरूपसाध्यं बोध्यते. पञ्चावयवास्य जन्यशब्दबोधतरं व्यतिरेकपरमा परामर्श तत् अनुमति उत्पद्यते. सो व्यतिरेक अस्ति व्याप्ति, यथा वयं दृष्टवन्तः यत्र भेदभावव्यापकगन्धाभावप्रतियोगी गन्धवती, परामर्शज्ञानमस्ति, पक्षधर्मता द्वयोः व्याप्तिविशिष्टपक्षधर्मता विषयकत्वमिति ज्ञानम् आगच्छति. सो आहत्य पञ्चवयवाक्य ये व्यतिरेक व्याप्ति सन्ति ते प्रथममस्ति व्यतिरेकव्याप्तिः अस्ति पृथ्वी स्थलेभ्यो विद्यते, तत् भवति प्रतिज्ञावाक्यं. यत् इतरेभ्यो न विद्यते न तदा गन्धवत्वात्, यथा जलम् उदाहरणम् अस्ति गन्धत्वात् हेतुवाक्यमस्ति, न च इयं तथा उपनयनवाक्यं, तस्मात् न तथा इति निगमवाक्यम्. प्रश्नः अस्ति वा रमप्रिया भगिनी, लक्ष्मी भगिनी? न महोदय, स्पष्टमस्ति. साधु तर्हि अग्रे रमप्रिया भगिनी, अत्र नूतनविषयः पक्षविषये. पक्षविषये इदानीं पक्षः कः इति स्वीकृतम्, इदानीं पक्षविषये तत्र मैक्रोस्कोप् चलयति. पक्षः इत्युक्ते कः इति, पक्षादिलक्षणम्. एतावता ग्रन्थेन व्याप्तेः द्वैविध्यं तद् उभयवत् तया एकैकवत् तया वा हेतोः त्रैविध्यं च निरूपितम्। तत्र पृथिवी इतरेभ्यः विद्यते इत्यस्मिन् स्थले अन्वयदृष्टान्तः कुतो नास्ति इति चिन्तायाम् अन्वयव्याप्तेः ज्ञानार्थं पक्षभिन्नं स्थलम् आवश्यकम्। प्रकृते सर्वस्यां पृथिव्यां साध्यस्य संशयात् न तादृशं स्थलम् उपलभ्यते इति व्यतिरेकव्याप्तिः एव जलादौ ग्राह्या इति उक्तम्। तत्र अन्वयव्याप्तिः कुतो नास्ति इति शङ्कावारणाय अन्ततः उक्तं पृथिवीमात्रस्य पक्षत्वात्। यस्मात् सर्वा पृथिवीपक्षः अतः न अन्वयव्याप्तिग्रहः इति तदर्थः। तत्र पृथिवीमात्रस्य पक्षत्वात् इत्यस्यां पङ्क्तौ पक्षपदं प्रयुक्तं तदर्थस्तु न एतावता उक्तः, आवश्यकं च तन्निरूपणं। वक्ष्यमाणहेतौ हेतौ अभासप्रकरणे हेतौ अभासप्रकरणे पक्षादीन् आदाय अनेकेषां हेत्वभासानां वक्ष्यमाणत्वात्। अस्तु महोदय, एतावत्पर्यन्तम् अहं प्रथमम् अवगच्छामि। पक्षादिलक्षणम् इति एतावता ग्रन्थेन व्याप्तेः द्वैविध्यं, तद् व्याप्तिः द्विविधम् इति दृष्टवन्तः, अन्वयव्याप्तिः व्यतिरेकव्याप्तिः इति। तत्र तद् उभयवत्तया किमर्थं उभयवत्तया एकं पदम् तृतीयविभक्त्यन्तम् उभयवत्तया अस्तु तदेव अहं किञ्चित् उभयवत्ता इत्युक्ते उभयवत्त्वमेव अस्तु। अस्माकं तद् प्रत्ययः योजितवन्तः उभयवत्था उभयवत्थया इति तृतीया। अवगतं महोदय, तद् उभयवत्थया एकैकवत्तया वा हेतोः त्रैविध्यं च निरूपितं। तत्र उभयवत्तया एकैकवत्तया इत्युक्ते व्याप्तेः द्वैविध्यम् अस्ति, व्यतिरेकव्याप्तिः अन्वयव्याप्तिः व्यतिरेकव्याप्तिः इति द्वैविध्यं। तत्र उभयं वा एकैकं वा हेतोः त्रैविध्यं च निरूपितम्। केवल व्यतिरेकी, केवल अन्वयी, अनन्तरम् किम् अस्ति तद् अन्वयव्यतिरेकी तदेव उभयवत्तया त्रैविध्यं वयं निरूपितवन्तः। तत्र पृथिवी इतरेभ्यः विद्यते इत्यस्मिन् स्थले अन्वयदृष्टान्तः कुतो नास्ति इति चिन्तायाम् अस्तु पुनः तत्र यदा वयं पृथिवी इतरेभ्यः विद्यते इति स्वीकुर्मः तस्मिन् स्थले अन्वयदृष्टान्तः कुतो नास्ति इति चिन्तायां किमर्थं तत्र अन्वयदृष्टान्तः नास्ति इति यदा वयं चिन्तयामः किमर्थं तत्र नै इति किमपि दृष्टवन्तः। पृथिवी इतरेभ्यो विद्यते गन्धवत्वात् इति दृष्टवन्तः। तत्र एव अस्माकं तत् चतुर्दशपदार्थानाम् इति किमपि तत्र कारणम् अग्रे उच्यते चिन्तायां अस्ति वा। ओ अस्तु, अग्रे लिख्यते अन्वयव्याप्तेः ज्ञानार्थं पक्षभिन्नं स्थलम् आवश्यकम्। आम्, तदेव वयं पठितवन्तः अन्वयव्याप्तेः। अत्र यदा पृथिवी इतरेभ्यो विद्यते इति स्वीकुर्मः चेत् तत्र पक्षभिन्नस्थलं नास्ति, पक्षः अस्ति अस्माकं पृथिवी, तत्र एव गन्धवत्वम् इति हेतुः अस्ति. पक्षभिन्नस्थले, पक्षभिन्नस्थले इत्युक्ते अन्येषु पदार्थेषु तादृशगन्धवत्वम् इति हेतुः नास्ति, कारणं नास्ति इति. अस्तु, प्रकृते, प्रकृते सर्वस्यां पृथिव्यां साध्यस्य संशयात् न तादृशं स्थलम् उपलभ्यते इति व्यतिरेकव्याप्तिः एव जलादौ ग्राह्या इति उक्तम्. अस्तु, इदानीम् अन्वयव्याप्तिः दृष्टवन्तः. अनन्तरं प्रकृते इत्युक्ते अस्मिन् सन्दर्भे सर्वस्यां पृथिव्यां साध्यस्य संशयात्, साध्यस्य संशयः अस्ति पृथिव्यां, साध्यः इति इतरेभ्यो भिद्यते, इतरेभ्यः इति साध्यः, तत्र किमर्थं संशयः? न तादृशं स्थलम् उपलभ्यते इति व्यतिरेकव्याप्तिः जलादौ ग्राह्या इति उक्तम्. इत्युक्ते पक्षभिन्नस्थलं न प्राप्तम्, न तादृशं स्थलम् उपलभ्यते, पक्षभिन्नस्थलं न उपलभ्यते इति व्यतिरेकव्याप्तिः एव जलादौ ग्राह्या. जलादौ ग्राह्या इत्युक्ते वयं दृष्टवन्तः तत्र त्रयोदश भेदाः इति, तदेव चतुर्दश गन्धवत् पृथिव्यां जलादौ तु त्रयोदश इति दृष्टवन्तः किल महोदय, तदेव किल? अत्र किं वदति, पूर्वं दृष्टम् अग्रेपि आगच्छति, पक्षः सः यत्र साध्यस्य संशयः अस्ति इत्युक्ते पक्षे वह्निः अस्ति वा न वा इति संशयः अस्ति. अनुमतिस्थले संशयपूर्वकं ज्ञानम् अस्ति अनुमतिः अस्ति, ओ अस्मिन् पर्वते अस्ति वा वह्निः अस्ति वा न वा इति आरम्भे संशयः अस्ति. तथैव अत्र पक्षः पृथिवी किं सर्वस्यां पृथिव्यां साध्यः, साध्यस्य संशयः अस्ति खलु, साध्यः इतरभेदः सर्वस्यां पृथिव्याम् अस्ति, पृथिव्यां पृथिवीं विहाय न कुत्रापि अस्ति. जलादौ स एव नास्ति, संशयः न भवति. जलादौ संशयः न भवति. इतरभेदसमूहपृथिव्याम् अस्ति, तत् जले नास्ति, विशिष्टसमूह अस्ति अस्ति, जले तत् पृथिव्या यत् समूह तत् विशिष्ट केवलं पृथिव्यां प्रति अस्ति, किन्तु जले यत् इतरभेदः अस्ति तत् जलविहाय सर्वत्र अस्ति, किन्तु पृथ्वी समानं नास्ति, तस्य इतरभेदः भिन्नः भवति इति अस्ति अत्र. सो अतः यत् पृथ्वी पक्ष अस्ति, पृथ्वी यत् इतरभेदः पृथ्व्याम् अस्ति, तत् जले नास्ति, अतः व्यतिरेकव्याप्ति तस्य निरूपणाय जलम् उदाहरणं वयं स्वीकृतवन्तः. जले गन्धाभावः अस्ति, पृथ्वी पृथ्व्यां भवति गन्धाभावा भाव इति कृत्वा वयं साधितवन्तः. अतः जलादौ ग्राह्या, व्यतिरेकव्याप्तिः एव इति जलादौ ग्राह्या. अनन्तरं तत्र अन्वयव्याप्तिः कुतो नास्ति इति शङ्कावारणाय अन्ततः उक्तं पृथिवीमात्रस्य पक्षत्वात् इति. तत्र तदेव पुनः यत् कुतो क्षम्यतां, पृथिवी इतरेभ्यो भिद्यते गन्धवत्वात् इति, तत्र यदा अन्वयव्याप्तिः कुतः कुतो नास्ति इति यदा शङ्का आगच्छति, तस्य निवारणाय पृथिवीमात्रस्य पक्षत्वात् इत्युक्ते पृथिवी एव पृथिवी एव पक्षः, तस्मात् कारणात् तत्र अन्वयव्याप्तिः न भवति. अत्र मात्रपदस्य को अर्थः? पृथिवी मात्र इत्युक्ते पृथिवी एव मात्र पदं न न न न न मातृपदस्य द्वितीय अर्थः अस्ति सकल. ओ अस्तु, सर्वा पृथिवी. मातृपदस्य अर्थद्वयम्, एकं केवलं यथा भवत्या उक्तं, द्वितीयमस्ति सर्वं सम्पूर्ण. अस्तु, सकला पृथिवी पक्षत्वा. यस्मात् सर्वा पृथ्वी पक्षः, अतः न अन्वयव्याप्तिग्रहः इति तदर्थः. तदेव अर्थः भवति. इदानीं पशु पृथ्वी मात्रस्य इत्युक्ते सर्वा पृथिवी पक्षः, अतः तत्र अन्वयव्याप्तिः न भवति इत्येव अर्थः तस्य. तत्र पृथ्वी मात्रस्य पक्षत्वात् इत्यस्यां पङ्क्तौ पक्षपदं प्रयुक्तम्. आम्, तत्र वयं पश्यामः चेत् तत्र पक्षः इति उक्तं, तदर्थस्य न एतावता, तदर्थः तु एतावता न उक्तम्. ओ आम्, एतावता तद् वयं न तद् हेतुः गन्धवत्वात् तत् सर्वं दृष्टवन्तः, परन्तु पक्षत्वात् इति न दृष्टवन्तः. आम्, सत्यम्. आवश्यकं च तन्निरूपणम्. आम्, तस्मिन् विषये इदानीं निरूपणं भविष्यति. वक्ष्यमाणे हेतो हेत्वभासप्रकरणे पक्षादीन् आदाय अनेकेषां हेतु अभासानां वक्ष्यमाणत्वात् अग्रे आगच्छति. हेतु अभासप्रकरणे पक्षादीन् आदाय, पक्षादीन् इत्युक्ते यदा पृथिवी पक्षादीन् पक्ष आदीन् आदाय वयं तस्मिन् विषये चर्चयिष्यामः इति. प्रश्नः अस्ति वा, साधु अस्ति वा? साधु अस्ति महोदय. एकमेव प्रश्नः, तत्र साध्यस्य संशयात् इति संशयपदस्य किमर्थं तत्र संशयपदं तत्र अस्ति इति, इत्युक्ते साध्यस्य संशयः नास्ति खलु? अनुमितेः पूर्वं संशयः भवति. ओ अस्तु, तादृशम् अस्तु. अस्मिन् पर्वे वह्नि अस्ति वा न वा इति एकं संशयः भवति, अनन्तरं निश्चितं ज्ञानं भवति अनुमितेः प्राक् न अनुमितेः अनन्तरम्. अस्तु, अधुना समीचीनम् इति वक्तुम् अत्र न तादृशं न पृथिवीदृशं स्थलम् उपलभ्यते, तस्मात् अन्वयव्याप्तिः न वक्तुं शक्नुमः, तस्मात् व्यतिरेकव्याप्तिः एव वक्तुं शक्नुमः. कुत्र पक्षभिन्नस्थलं नास्ति, किन्तु जलादौ इति उदाहरणे उक्तं, यथा जलं तथा नास्ति, यथा पृथिवी इतरे भेदवती तथा जलः नास्ति इति कृतः तथा उक्तं खलु पूर्वम् उदाहरणे, तादृशम् उदाहरणं स्वीकृतम्. न तु अन्वयव्याप्ति महानसं महानसमेव, अत्र व्यतिरेकव्याप्तिस्थलः जलमेव स्वीकृतम् इति स्थूलक्षरवाक्यस्य अर्थः. साधु, तर्हि अग्रे अत्र सर्वदा इतरभेदः इत्युक्ते अत्र सर्वदा वेदस्य समुदायम् एव तत्र चिन्तनीयं खलु? इत्युक्ते वेदसमुदायः पृथ्व्यां यत् अस्ति तदेव जले नास्ति इति, तत्र इतरभेदः इत्युक्ते सर्वदा वेदसमुदाय यदि चिन्तयामः चेत् तत्र क्लेशः न वर्तते इति मम मनसि. अस्ति, सन्दिग्धसाध्यवान् पक्षः यथा धूमवत्वे हेतौ पर्वतः, निश्चितसाध्यवान् सपक्षः यथा तत्रैव महानसं, निश्चितसाध्य अभाववान् विपक्षः यथा तत्रैव महाह्रदः. सन्दिग्धसाध्यवान् पक्षः पक्षे साध्याः अस्ति वा न इति सन्देहः अस्ति. तदेव पक्षः पक्षस्य लक्षणम् इति अस्ति. सो पक्षः पक्षस्य कति विधपक्षः इति पक्षः अत्र केवलं डेफिनेशन् लिखितम्, अग्रे विस्तारेण वदति. अस्मिन् सुलक्षरैः केवलं भवती सत्यम् उक्तवती, किन्तु इतोपि अग्रे पठति चेत् सर्वं लिखितमस्ति. ओ अस्तु. सो सन्दिग्धसाध्यवान् पक्षः, तस्य उदाहरणमस्ति यथा धूमवत्ते हेतौ पर्वतः. यदा वयं पर्वते धूमः पश्यामः चेत् तत्र साध्यः अग्निः वह्निः अस्ति वा न इति सन्देहः आगच्छति इति. तादृशस्थले पर्वतः पक्षः सन्दिग्धसाध्यवान्. अनन्तरं निश्चितसाध्यवान् स पक्षः यथा तत्रैव महानसं. महानसे अवश्यं वह्निः वह्निः अस्ति इति एतत् निश्चितसाध्यवान् अस्ति. निश्चितसाध्य अभाववान् विपक्षः साध्यः एव साध्यः नास्ति इति, अवश्यं साध्यः नास्ति इति निश्चितरूपेण जानीमः. तादृशपक्षः अस्ति महाह्रदः यथा तत्रैव महाह्रदः. महाह्रदे वह्निः नास्ति, असत् साध्यः नास्ति. अतः केवलं तत्र केवलं वदामि तादृशपक्षः विपक्षः इति नास्ति. पक्षः सपक्षः विपक्षः इति भिन्नपदार्थाः. पक्षस्य वैविध्यम् इति न उक्तम् इति नास्ति. अस्तु इति बहुवारं वर्गे सर्वे चिन्तितवन्तः. पक्षस्य वैविध्यं तथा न, पक्षः सपक्षः विपक्षः. यथा महोदयेन उक्तं, पक्षः इति न्यूयार्क्, सपक्षः इति अरिजोना, विपक्षः इति मोण्टाना. भिन्नपदार्थाः, पक्षस्य वैविध्यम् इति नास्ति. अस्तु अस्तु. अग्रे पठतु कृपया. सन्दिग्धम् इत्यस्य संशयविषयः इत्यर्थः. तादृशं च साध्यं सन्दिग्धसाध्यं. तद्वान् यः सः पक्षः. पर्वतो वह्निमान् इत्यनु अनुमतिस्थले पर्वतः तथाविधः. तत्र च अस्ति साध्यसन्देहः, पर्वतः वह्निमान् न वा इत्याकारकः. यद्यपि सन्दिग्धसाध्यवान् इत्यत्र साध्यवान् इति आधार आधेयभावबोधकः मतुप्रत्ययः अस्ति, तथापि ज्ञानविषयत्वबोधकसन्दिग्धपदलेखनात् अत्र विषयत्वम् एव ग्राह्यम्. तथा च साध्यप्रकारकसन्देहविशेष्यत्वं पदलक्षणं लभ्यते. अस्तु. सो सन्दिग्धम् इत्युक्ते तत्र संशयः अस्ति. संशयः अस्ति विषये सन्देहः अस्ति. यः साध्ये संशयः अस्ति तत् सन्दिग्धसाध्यम् इति उच्यते. उदाहरणत्वेन अस्तु, पक्ष यस्मिन् यत्र सन्दिग्धसाध्यमस्ति तादृशसाध्यमस्ति तत् यस्मिन् तत् अस्ति तत् सः पक्षः. पर्वतः वह्निमान् इति कथनेन पर्वते वह्निः अस्ति न वा इति संशयः अस्ति एव. अतः अनुमतिपूर्वम् अनुमतेः ज्ञानात् पूर्वं संशयः अस्ति. अतः तत्र पर्वतः सन्दिग्धसाध्यवान् पक्षः. तद्वान् इति किं तद्वान् यः सः पक्षः तद्वान् इति तद् इत्युक्ते पूर्वस्मिन् वाक्यात् अन्वयं कुर्मः चेत् तद् सन्दिग्धसाध्यं यस्मिन् अस्ति सः तद्वान् ऐ मीन् सन्दिग्धसाध्यवान् सन्दिग्धसाध्यवान् पक्षः सन्ध्यक इति वक्तुं शक्यते. तत् तद् स्थले सन्धिक्तसाध्यम् इति लिखित्वा तत् यत्र साध्यस्य संशयः अस्ति सः पक्षः सन्धिग्धसाध्यवान् पक्षः इति वक्तुमिच्छति. अस्तु. पर्वतः वह्निमान् इति उदाहरणे पर्वतः तादृश तादृशपक्षः सन्धिग्धसाध्य पर्वतः सन्धिग्धसाध्यवान् साध्यवान् तत्र च अस्ति साध्यसन्देहः पर्वतः वह्निमान् न वा इति आकारकः. आम् अधुना एव उक्तं यदि पर्वते वह्निः अस्ति न वा इति सन्देहः अस्ति साध्यसन्देहः अस्ति इति इति आकारकः न वा इति आकारकः इति इति आकारकः इत्युक्ते तस्य स्वरूपं पर्वतस्य स्वरूपमस्ति सः वह्निमान् वा न इति आकारकः. यद्यपि सन्दिग्धसाध्यवान् इत्यत्र साध्यवान् इति आधार आदेयभावबोधकः मतुप्रत्ययः अस्ति. तस्य सन्दिग्धसाध्यवान् कथनेन तत्र आधार आदेयभावः दृश्यते. सन्दिग्धसाध्यवान् सन्दिग्धसाध्यं यस्मिन् अस्ति सः सन्दिग्धसाध्यवान् स आदेयः सन्दिग्धसाध्यः आधारः पक्षः. आम् इति सामान्य अवगमनं. तथापि अत्र तथा नास्ति. तथापि ज्ञानविषयत्वबोधकसन्दिग्धपदलेखनात् अत्र विषयत्वम् एव ग्राह्यम्. अस्तु. आधारादयभावः तत् समीचीनम्. अनन्तरं ज्ञानविषयत्वबोधकसन्दिग्धपदलेखनात् अस्तु अनुमिति इति अनुमितेः पूर्वं अनुमितेः ज्ञानात् पूर्वं अनुमति इति ज्ञानं ज्ञानस्य विषयमस्ति साध्यः. साध्ये ज्ञानविषयत्वम् अस्ति. ज्ञानविषयत्वबोधकः बोधकः ज्ञानविषयस्य बोधकः अत्र बोधकः पर्वतः वह्निमान् एव खलु. किन्तु तत्र सन्दिग्धः सन्देहः अस्ति इति अत्र स्मरतु संशयः अपि एकविधज्ञानमस्ति खलु. अस्तु. आम् आम्. तर्हि सन्दिग्धपदलेखनात् संशयज्ञानं ज्ञानम् अस्ति चेत् ज्ञानस्य विषयत्वमपि अस्ति. तादृश संशयज्ञानस्य विषयत्वबोधकबोधनाय बोधकत्वात् विषयत्वम् अत्र ग्राह्यं न तु आधारादयभावः. ज्ञानविषयत्वम् अत्र स्वीकरणीयं. साध्यवान् इत्युक्ते ज्ञानविषयत्वं कीदृशज्ञानविषयत्वम् अत्र अग्रे उच्यते. साध्यप्रकारक तथा साध्यप्रकारकसन्देहविशेष्यत्वं पदलक्षणं लभ्यते. साध्यप्रकारकसन्देहविशेष्यत्वं अत्र प्रथमं चित्रं पश्यतु. अधोभागे चित्रम् अस्ति खलु. चित्रत्रयमस्ति. प्रथमचित्रे पश्यतु अत्र संशयः अस्ति. संशयः इति ज्ञानमस्ति. ज्ञानस्य प्रकारद्वयं वह्निः वह्न्यभावः खलु. तर्हि तत्र संशयः प्रकारकः. तस्य प्रकारकं कुत्र अस्ति? विशेषः कः? पर्वतः. तर्हि पर्वतः पक्षः संज्ञा. तादृशपक्षः तादृशपर्वतः यः साध्यप्रकारकसन्देहविशेषत्वम् अस्ति सः पक्षः. अस्तु. अस्तु. अस्तु, साध्यप्रकारकसन्देहः इति पर्वतस्य विशेषणं, साध्यप्रकारकसन्देह सन्देहविशेष्यत्वं पर्वते अस्ति. पदलक्षणम् इत्युक्ते ओ पक्षलक्षणम्, ओ क्षम्यतां, तद् पक्षलक्षणम् अहं दोषत्वेन पठितवती. अस्तु, अधुना समीचीनम्. पक्षस्य लक्षणम् अस्ति साध्यप्रकारकसन्देहविशेष्यत्वम्. अस्तु, संशयज्ञानस्य महोदयत्वम् एकस्मिन् धर्मिणि परस्परविरुद्ध प्रकारकज्ञानम् वह्नी संशयः तत्र विरुद्धज्ञानम् अस्ति खलु, वह्नी वह्न्यभावः, तयोः किं किम् अस्ति तत् पदं विरुद्धभावः अस्ति, विरुद्धकौचिकज्ञानं. तर्हि तयोः विशेषत्वं, विशेषः पर्वतः, विशेषत्वं पर्वते पक्षे. युद्धं लक्ष्मीभगिनी साधु, साधु महोदय, क्षम्यता, म्यूट् मध्ये आसम्. रामभ्य भगिनी साधु. आं महोदय, अग्रे सरला भगिनी. एवमेव एवमेव निश्चितसाध्यवान् इत्यत्र निश्चयविश्चय यत् साध्यं तद्वान् वाक्यात् प्रतीयते, तथापि ज्ञानार्थकनिश्चितपदेन साध्यप्रकारकनिश्चयविशेषमेव निर्दिष्टं सपक्षस्य लक्षणं वाच्यम्. इदानीं द्वितीय यत् चित्रमस्ति तत् अस्ति निश्चितसाध्यवान् पक्ष, साध्यवान् पक्ष निश्चित चेत् कथमस्ति, मानसे वयं जानीमः मानसे वह्नि द्वयोः प्रतीतिः अस्ति, तत्र मानसे वह्नि साध्यं निश्चयेन वयं जानीमः भवती निश्चितसाध्यवान् इति निश्चयविषय, सो निश्चय अस्ति निश्चयात्मकज्ञानं, तस्मिन् वह्नी इति साध्यम् अस्ति साध्यप्रकार, सो वह्नी साध्यप्रकारक निश्चयात्मज्ञानं, तत्र मानसमिति अस्ति पक्ष, मानसे इति मानसं भवति विशेषं, विशेषं ज्ञाने विशेषत्वेन भवति इति ज्ञानस्य लक्षणम् आगच्छति, साध्यप्रकारकनिश्चयविशेषत्वम् एव लक्षणवाक्यं भवति. कीदृशपक्ष अस्ति, पक्ष सपक्ष इति यत्र निश्चयज्ञानस्य प्रतीतिः अस्ति तत् पक्ष भवति सपक्ष, निश्चयसाध्यवान् सपक्ष इति वदामः. पूर्वं वयं उक्तवन्तः सन्दिग्धसाध्यवान् पक्ष, सपक्ष निश्चयसाध्यवान् सपक्ष. तृतीय साध्य आधाय वयम् इति पक्ष वक्तुं शक्नुमः, कीदृश पक्ष अस्ति विपक्षलक्षणे भगिनि, कीदृशपक्षः इति न उक्तं खलु, पक्षस्य त्रैविध्यम् इति नास्ति, पक्षत्रैविध्यं नास्ति, किन्तु साध्यस्य भेदः अस्ति. तादृशपक्षः इति साध्यभेदज्ञानात् वयं जानीमः पक्ष इति, तपक्षः इति पक्षस्य भिन्नरूपः इति नास्ति, यत्र यत्र साध्यप्रकारकः निश्चितम् अस्ति तादृशविशेषत्वं यत्र अस्ति सः सपक्षः. विपक्षलक्षय अपि इत्थमेव, तथापि साध्याभावप्रकारकनिश्चयविशेषत्वं विपक्षस्य लक्षणं परवस्यति, तत्र निश्चयेन साध्याभावः अस्ति, यथा वैन्याभावप्रकारक एकप्रकार एव अस्ति, तत्र विपक्ष वदामः, यथा वयं जानीमः हृदये वह्निः न भवति, तत्र वह्न्या भाव निश्चयेन हृदये अस्ति. सो महाहृदयचित्रमस्ति, महाहृदय भवति विशेष्य वह्न्या भाव भवति प्रकार. सो साध्या भाव प्रकारस्य निश्चय विशेषत्व लक्षणं भवति विपक्षस्य. विपक्षसाध्याभाववान् निश्चितसाध्याभाववान् विपक्ष इति भवति. तत्र अपि दर्शितं सपक्षः विपक्षः तथा महोदय बहु सरलतया उक्तवान् यत्र साधते स पक्ष, येन साध्यते स हेतु, यत् साध्यते तत् साध्यं. सम्यक्. यत्र साध्यते सः पक्षः, यत् साध्यते तत् साध्यं, येन साध्यते सः हेतुः. यत्र साध्यते तद् पक्षः. समीचीनं. सः पक्षः यत् साध्यते सः साध्यः, यः अथवा तत् साध्यं, येन साध्यते सः हेतुः. महोदय, समीचीनं. निकृष्टम् इति पदेन तत् टैपो अस्ति. निष्कृष्टम्. ओ, निष्कृष्टम्. अस्तु. इति भवेत् टैपो अस्ति. निष्कृष्टम् इत्युक्ते डिस्टिल्ड्. अस्तु. निश्चितपदेन पसापक्षस्य लक्षणं हिन्दीभाषायां किमर्थं तत्र सपक्षः इति अस्ति इत्युक्ते पक्षः सपक्षः विपक्षः इति किमर्थम् उक्तं? केवलं पक्षः पक्षः पक्षः एव भवेत् खलु? पक्षः एकस्मिन् स्थले पक्षः इति साध्यप्रकारकसन्देहविशेष्यः, अन्यस्मिन् स्थले साध्यप्रकारकनिश्चयविशेष्यः, तृतीयस्थले निश्चितसाध्य अभाव साध्यप्रकारकनिश्चय निश्चितसाध्य अभावः इति प्रकारकत्वेन पक्षः विद्यते. किन्तु पक्षः एव वक्तुं शक्यते खलु? सपक्षः विपक्षः इति पुनः सपक्षः इत्युक्ते सहितम् इति प्रायः अर्थम् आगच्छति. किन्तु पूर्वमेव वयं साधिप्रकारकनिश्चयविशेष्यत्वम् इति तत्र पूर्वमेव सूचितं खलु? एकत्र पक्षलक्षणम्, एकत्र सपक्षलक्षणम्, अपि च विपक्षलक्षणम् इति अस्ति. तयोः अग्रे आगच्छति. अग्रे तत्र हेतु अभासः इत्युक्ते हेतुदोषः, दोषयुक्तहेतुः तथा तत्र अस्य किमर्थमिति किं पदार्थत्रयम् उक्तम् इति अग्रे प्रायः स्पष्टं भवति इति चिन्तयामि. किन्तु बहुवारं वर्गे उक्तं पक्षस्य त्रैविध्यम् इति न चिन्तनीयम् इति. ओ, अस्तु. प्रश्नः अस्ति वा? नो चेत् अग्रे रामप्रिया समीचीनम्. आम् आम् महोदय. हेत्वभासाः स्वव्यभिचारी विरुद्ध सत् क्षमताम् स्वव्यभिचारी विरुद्ध स प्रतिपक्षि प्रतिपक्ष आसिद्ध बाधिताः पञ्च हेत्वभासाः. स्वव्यभिचार विरुद्ध सत्प्रतिपक्ष असिद्ध बाधिताः पञ्च हेत्वभासाः. एतावता ग्रन्थेन सद् हेतोः निरूपणं कृतं. तस्य द्वौ गुणौ व्याप्तिः पक्षधर्मता च इति प्रागुक्तम्। अनयोः एकः यस्य हेतोः न भवति सः दुष्टः हेतुः इति उच्यते। तत् ज्ञानाय आदौ पूर्वोक्तमेव ज्ञानानां प्रतिबन्धकत्वं सुविशदं निरूपयामः। तदादौ इदं चिन्त्यते कथं ज्ञानं भवति प्रतिबन्धकं, हृदः वन्निमान् इति निश्चयः। यस्य पुरुषस्य अस्ति तस्य हृदः वन्नि अभाववान् इति अनुमितिः न उत्पद्यते। अस्तु, एतावता ग्रन्थेन सद्हेतोः निरूपणं कृतम्। हेतोः निरूपणं वयं कृतवन्तः। तस्य द्वौ सम्यक् हेतुः सम्यक् अस्तु। अत्र हेतु आभासः इत्युक्ते अत्र द्वयं हेतोः आभासः, आभासः इत्युक्ते दोषः, हेतोः आभासः इति एकं विग्रहवाक्यं। अपरं वाक्यम् अस्ति हेतुवत् आभासः, हेतु इव यद्दृश्यते, हेतु इव दुष्टहेतु इत्युक्ते दुष्टहेतुः इति हेतु आभासाः। अत्र सद्हेतुः सम्यक् हेतुः अस्ति, सामान्यहेतुः, तस्य किं द्वौ गुणौ, द्वौ गुणौ व्याप्तिः पक्षधर्मता इति एव वयं पूर्वमपि दृष्टवन्तः। गुणद्वयमस्ति, व्याप्तिः पक्षधर्मता इति हेतोः गुणद्वयम्। अनयोः इत्युक्ते व्याप्तिपक्षधर्मतायोः एकः यस्य हेतोः न भवति सः दुष्टः हेतुः इति उच्यते। यदा व्याप्तिः वा पक्षधर्मता वा एकः अपि एकः न भवति चेत् तत्र दुष्टहेतुः, सः दुष्टहेतुः इति वदामः। तद् ज्ञानाय इत्युक्ते दुष्टहेतोः ज्ञानाय आदौ पूर्वमुक्तमेव ज्ञानानां प्रतिबन्धकत्वं सुविशदं निरूपयामः। यद्वयं प्रतिबन्धकत्वं ज्ञानानां प्रतिबन्धकत्वम् इति यद् पूर्वं वयं दृष्टवन्तः तद् विषयम् एव स्वीकृत्य दुष्टहेतौ निरूपणं कुर्मः। एवमेव किल महोदय? अस्तु, प्रतिबन्धकः इति स्मरति वा, पूर्वं पठितं खलु, यत्र जलम् आगच्छति तत्र हृदात् तत्र किमपि अस्ति चेत्, काष्ठः अस्ति चेत्, वस्त्रं किमपि इति, तर्हि जलं न भवति, उपरि अस्ति जलं तथापि न वहति, कारण कि वस्त्रभूतकाष्ठ तत्र अस्ति प्रतिबन्धक इति। तत्र किं कारणीभूत अभावप्रतियोगित्वम् इति प्रतिबन्धकत्वम् 158 सम्यक् पुटे कारणीभूत अभाव प्रतियोगित्वम् इति प्रतिबन्धकत्वम् इति प्रतिबन्धकत्वम्। अस्तु, द्वितीयपरिच्छेदे द्वितीयपरिच्छेदे सप्तमवाक्यं तदेव लास्ट् त्री लैन् जलस्रावं प्रति कारणीभूत अभावः काष्ठ अभावः, तस्य प्रतियोगी काष्ठं, प्रतियोगित्वं काष्ठे वर्तते इति सः प्रतिबन्धकः, प्रतिबन्धकत्वम् इति कारणीभूत अभावप्रतियोगित्वम् इति उच्यते। आम् प्राप्तम् अपि महोदय, यथा महोदय वर्गे उक्तवान् मलिनवस्त्र साध्य भवति भाषा दोषसहित द्वे अत्र सति हेतोः आभास वा हेतुवत् आभास इति दोषहेतु परम् इति साधु यथा यत्र यत्र मलिनं वस्त्रमस्ति तत्र मलिनत्वं वस्त्रे दोषः अस्ति खलु मालिन्यं तथा एव हेतु आभासः हेतोः दोषः हेतो दोषः अस्ति चेत् तस्य हेतु आभासः इति उच्यते यथा मालिन्यं वस्त्रे दोषः तथा अस्तु अस्तु अत्र तदादौ इदं चिन्त्यते कथं ज्ञानं भवति प्रतिबन्धकं प्रथमं तदादौ इत्युक्ते प्रथमम् इदं चिन्तयामः कथं ज्ञानं प्रतिबन्धकम् इति कथं ज्ञानं भवति इति हृदः वन्निमान् इति निश्चयः यस्य पुरुषस्य अस्ति तस्य हृदः वन्नि अभाववान् इति अनुमतिः न उत्पद्यते यदा स कस्यापि मनसि हृदः वन्निमान् इति निश्चयज्ञानम् अस्ति चेत् सः कदापि न अवगन्तुं शक्नोति हृदः वन्नि अभाववान् इति अनुमति ज्ञानं तस्य मनसि कदापि न उत्पद्यते खलु आम् अनुभवः अनुभविकः लक्ष्मी भगिनी साधु अस्ति वा सर्वं साधु अग्रे लक्ष्मी भगिनी पठतु कृपया तत्र समान आकारकत्वं हेतुः को अर्थः प्रतिपद्यज्ञाने यत् विशेष्यविधया भासते तदेव प्रतिबन्धकत्वेन अभिमते ज्ञाने विशेष्यं प्रकृते च तादृशं हृद हरदः सः हि ज्ञानद्वये अपि विशेष्यम् एवं ज्ञानप्रकारयोः अस्ति कश्चित् निकषः प्रतिपद्ये यः प्रकारः तदभावः प्रतिबन्धके प्रकारः भवेत् प्रतिपद्ये वह्निः प्रकारः तदभावः प्रतिबन्धके हृदः वह्न्य अभाववान् इति निश्चये भवति प्रकारः इति घटते अनयोः प्रतिबद्ध्य प्रतिबन्धक अभावः प्रतिबद्धभावः आम् सत्यं प्रतिबन्धकभावः क्षम्यताम् अस्तु तत्र समान आकारकत्वं हेतुः अस्तु हेतुः इति पक्षः अथवा विपक्षः वा सपक्षः तत्र हेतु इति यत् उच्यते तत् धूमः तस्य आकारकं समानमेव इत्युक्ते को अर्थः प्रतिबद्ध्य अत्र आवरणे एकं लिखितमस्ति खलु वन् आमाम् आम् किमर्थं वन् किमर्थम् अत्र आदौ इदं चिन्त्यते कथं ज्ञानं भवति प्रतिबन्धकम् अस्तु तत् प्रथमकारणम् अत्र फस्ट् अस्तु द्वितीयकारणम् अग्रे आगच्छति फस्ट् रीजन् फार् प्रतिबन्धकत्वं प्रतिबन्धकज्ञानं किं तत्र प्रतिबन्धकज्ञाने तत्र समान आकारकत्वं हेतुः इत्युक्ते किम् अग्रे उच्यते अस्तु को अर्थः प्रतिपद्यज्ञाने यत् विशेष्यविधया भासते तदेव प्रतिबन्धकत्वेन अभिमते ज्ञाने विशेष्यं प्रतिपद्यज्ञाने इत्युक्ते प्रतिबन्धज्ञानस्य विषयः अस्ति प्रतिपद्यज्ञानं खलु न न अत्र पूर्वस्मिन् परिचयस्य अन्तिमवाक्यं पठतु हृदय वह्निमान् हृदः वह्निमान् इति निश्चयः यस्य पुरुषस्य अस्ति तस्य हृदः वह्न्य अभाववान् इति अनुमतिः न उत्पद्यते अत्र प्रतिबन्धकज्ञानं किम् प्रतिबन्धकः ज्ञानं हृदय वन्निमान् इति निश्चयज्ञानम् अस्ति प्रतिबन्धकम् प्रतिबन्धकं प्रतिबन्धकज्ञानं. आम् किमर्थं तत् प्रतिबन्धकज्ञानम् इत्युक्ते प्रतिबन्धकम् इत्युक्ते अब्स्ट्रक्षन् खलु. हा पूर्वं निश्चितज्ञानं प्रतिबन्धकं कं प्रति हृदयं अभाववान् प्रति वह्नि अभाववान् इति प्रतिबद्धज्ञानं बद्ध्यं बन्धकं पूर्वज्ञानं निश्चितज्ञानं प्रतिबन्धकं भवति नूतनज्ञानं प्रति. आम् अस्तु अस्तु निश्चयज्ञानं नूतनं ज्ञानं प्रति प्रतिबन्धकं भवति. हा यत् लैक् प्रेजुडिस् पूर्वं प्रिकन्सीव् नोशन् अस्ति चेत् नूतनज्ञानं प्रतिबद्धं भवति पूर्वं निश्चितज्ञानं प्रतिबन्धकम्. अस्तु अस्तु प्रतिबद्ध्यः प्रतिबद्धज्ञानम् इत्युक्ते अत्र वह्नि अभाववान् हृदः वह्नि अभाववान् इति प्रतिबद्धज्ञानम् अब्स्ट्रक्टेड् ज्ञानं बन्धकः अब्स्ट्रक्टिङ्ग् नालेज् इति विचिन्त्यतु. आं तथा समीचीनं किन्तु द्वयोः स्वरूपम् एकमेव खलु प्रतिबन्धकज्ञानम् अपि हृदः वह्नि अभाववान् प्रतिबद्धज्ञानमपि हृदः वह्नि अभवान् तत् इति दृश्यते अतः एव क्लेशः अस्ति तत्र. न अन्तिमवाक्यम् अस्ति हृदय वह्निमान् इति निश्चितज्ञानं हृदः वह्निमान् इति निश्चयः यस्य अस्ति. ओ अस्ति ओ हृदयः वह्निमान् इति निश्चयः यस्य अस्ति तस्य हृदः वह्नि अभाववान् इति अनुमतिः न उत्पद्यते. ओ अस्तु अस्तु विपरीतज्ञानमस्ति तस्य हृदये तस्य मनसि. अस्तु ओ अस्तु अधुना समीचीनम् अग्रे पठतु. प्रतिबद्धज्ञाने प्रतिबद्धज्ञाने यत् विशेष्यविधया भासते तदेव प्रतिबन्धकत्वेन अभिमते ज्ञाने विशेष्यम्. प्रतिबद्धज्ञाने यत् विशेष्यविधया भासते प्रतिबद्धज्ञाने यत् विशेष्यम् अस्तु अत्र अत्र प्रतिबद्धज्ञानं किम् अस्ति हृदः वह्निमान् हृदः वह्निमान् इति प्रतिबद्धज्ञानं तत्र पक्षः हृदः इत्युक्ते विशेष्यः हृदः यत् विशेष्यः इव विशेष्येन भासते तदेव प्रतिबन्धकत्वेन अभिमते तदेव यदि प्रतिबन्धकं चिन्तयामः अभिमते ज्ञाने विशेष्यम्. ओ अस्तु प्रतिबद्धज्ञाने यत् पक्षः अस्ति प्रतिबन्धकज्ञाने ज्ञाने अपि प्रतिबन्धक यत् वयं चिन्तयामः तस्मिन् अपि तदेव विशेष्यं विशेष्यं द्वयोः स्थले समानमेव. अस्तु विशेषं समानम् इति पक्षः इति न उक्तम् विशेषं समानम्. आम् आम् प्रकृते च तादृशः हृदः हृदः अस्तु अस्माकं मूलविषयः अस्ति हृदः हृदस्य हृदः सः हि ज्ञानद्वये अपि विशेष्यम्. अस्तु एवं ज्ञानप्रकारयोः अस्ति कश्चिन् निकषः निकषः अस्तु ज्ञानप्रकारयोः अस्ति कश्चिन् निकषः ज्ञानप्रकारयोः अस्तु अस्तु ज्ञान ज्ञानस्य द्वैविध्यं ज्ञानस्य द्वैविध्यं तत्र ज्ञान द्विप्रकारक द्विप्रकार ज्ञानस्य द्विप्रकारकाः स्तः ते तौ ओ हृदः वह्निमान् हृदः न वह्निमान् इति खलु. आम् अस्तु प्रतिबद्धे यः प्रकारः तद् अभावः प्रतिबन्धके प्रकारः भवेत्. अस्तु प्रतिबद्धे यः प्रकारः सो प्रतिबद्धे यः प्रकारः यः विशेषणं प्रतिबन्धके अपि तदेव विशेषणं प्रतिबन्धके अपि तदेव विशेषणम् ओ तस्य अभावः प्रतिबन्धके प्रकारः भवति तस्य अभावः प्रतिबद्धे वह्निः प्रकारः तदभावः प्रतिबन्धके हृदः वह्न्य अभाववान् इति निश्चये भवति. अस्तु सो प्रतिबद्धे पूर्वं ज्ञानमस्ति वह्निः सदः वह्निमान् तु वह्निः तत्र प्रकारः अस्ति, तस्य वह्निः अभावः अस्ति प्रतिबन्धक ज्ञाने, सः एव प्रकारः विशेषणं, सः रथः वह्नि अभाववान् इति निश्चये भवति प्रकारः इति घटते अनयोः प्रतिबन्ध्यप्रतिबन्धकभावः अस्तु इत्युक्ते हृदः वह्निमान् ह्रदः वह्नि अभाववान् अनयोः मध्ये प्रतिबन्ध्यप्रतिबन्धकभावः अस्ति. किमर्थम् इत्युक्ते हृदः वह्निमान् इति निश्चयज्ञानं यत्र अस्ति तत्र हृदयः वह्नि अभाववान् इति तत् ज्ञानं हृदः वह्नि अभाववान् इति ज्ञानं प्रति प्रतिबन्धकं भवति. द्वयोः ज्ञानयोः अपि प्रकारः एकः प्रकारः एकः न पक्षः एकः किन्तु प्रकारः विपरीतः अस्ति. एकस्मिन् स्थले वह्निः वह्निमान् अन्यस्मिन् स्थले वह्नि अभाववान् पक्षः इति न उक्तं विशेष्यम् इति उक्तम् आम् इति अस्ति. अत्र अन्तिमे वाक्ये प्रतिबध्ये वह्निः प्रकारः इति लिखितमस्ति खलु. प्रतिबन्धके हृदः वह्नि अभाववान् वह्नि अभावः किन्तु पूर्वस्मिन् परिच्छेदे यस्य निश्चितमस्ति हृदय वह्निमान् विपरीत स्वाप् कृतं तत्र पूर्वस्मिन् परिच्छेदे हृदय वह्निमान् इति प्रतिबन्धकः अत्र हृदय वह्नि अभाववान् इति प्रतिबन्धकः किञ्चित् विपरीतरीत्या लिखितं खलु. अस्तु अस्तु आमाम् आम् किन्तु मुख्यविषयः अत्र अस्ति निकषः अस्ति क्रैटीरिया कः निकषः समान आकारकं ज्ञानम् एकत्र विशेष्य प्रकारकः अत्र प्रकाराभावः इति विरुद्धप्रकारत्वं न केवलं विरुद्धः एकत्र भावः एकत्र अभावः प्रकारः प्रकाराभावः समानविशेष्ये यत्र तथा अस्ति तत्र प्रतिबध्य प्रतिबन्धकभावः अस्ति इति वक्तुमिच्छति. तर्हि अग्रे एकः एव परिच्छेदः पठितः इदानीं समयः अभवत् किन्तु अग्रिमे वर्गे पठामः खलु अत्र स्थापयितुं शक्नुमः. प्रश्नः अस्ति वा एतावता किमपि न स्पष्टमस्ति. स्पष्टं महोदय धन्यवादः. धन्यवादः शुभरात्रिः पुनर्मिलामः. शुभमः धन्यवादः.